नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अद्य नूतनपाठः धातुपाठे हल्सन्धिः इति पाठः. तत्र चत्वारः भागाः सन्ति. प्रथमभागः इत्युक्ते धातुपाठे हल्सन्धिः प्रथमः इति करपत्रात् पठामः. तस्य का आवश्यकता इति अपि अस्मिन् करपत्रे एव अस्ति. धातुपाठे हल्सन्धिः इत्यस्य पाठस्य एव का आवश्यकता इत्यपि अस्मिन् करपत्रे एव अस्ति. एतावता वयं तु यदा अदादिगणः दृष्टवन्तः वा जुहोत्यादिगणः, तत्र तु वयम् अजन्तदातवः दृष्टवन्तः. तत्र हलन्तदातवः अपि सन्ति. यदा शप् इत्यस्य लुक् भवति चेत् धातुः एव इदानीम् अङ्गम्. यदा तत्र विकर्णप्रत्ययस्य तु लुक् अभवत्. यदा वयं यः कोऽपि प्रत्ययः तत्र योजयामः चेत् तत्र सन्देहे अवकाशः अस्ति इति कृत्वा एव पाठः. तत्र केवलं तिङ्प्रत्ययः इति न, यत् अन्यत्र कुत्र भवति इत्यपि पश्यामः. अतः पाठस्य आरम्भं कुर्मः. अस्तु, महोदय. नमस्ते भगिनि. रघुपतिमहोदय आरम्भं करोति वा? आम्, एकवारं ततः खलु यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति ते सर्वे आरभ्यन्ते एभिः अच्वर्णैः, नाम अ आ इ ई उ ऊ ए ऐ इत्येभिः, अथवा एभिः हल् वर्णैः इत्युक्ते य रेप वा अत्र य रेपः यकार यकार रक रेप वकार मकार नकार थकार थकार धकार सकार. यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य यकार रेप इत्येभिः हल् वर्णैः आरभ्यते तदा धातुः हलन्ता चेदपि हलसन्धिः न भवति, केवलं वर्णसम्मेलनं भवति. धातुः हलन्ता अस्ति चेत् अथवा प्रक्रियायां हलन्तः भवति यथा धा धातुः दधा योगतः, अत्र आकारस्य लोपः भवति दध योगतः दत्तः इति, अपि च प्रत्यय तथ ध स इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल् सन्धिः प्रचुरः लभ्यते. वकार मकार नकार इत्येभिः वर्णैः आरभ्यते चेत् विशिष्टस्थलेषु लभ्यते. सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति. हल्सन्धिः नाम द्वयोः वर्णयोः एकः वा द्वौ अपि वा हलौ अपि च हलः विकारः भवति इति अस्ति. अत्र यावन्तः प्रत्ययः धातुभ्यः विहिताः सन्ति एभिः वल् ये प्रत्ययाः धातुभ्यः विहिताः भवन्ति अजादिप्रत्यये अथवा यकार रेफ वकार मकार नकार तथा द स इति अस्ति. अत्र यदा अज्भिवर्णैः अथवा यकार ऋकारस्य यकार अथवा रेफात् इत्येभिः हल् वर्णैः आरभ्यते चेत् अत्र केवलं वर्णसम्मेलनं, परन्तु धातु हलन्त अस्ति चेत् अत्र सन्धेः प्रसक्तिः अस्ति बहुषु स्थलेषु इति दत्तमस्ति अत्र. अतः सन्धि नाम का इति दत्तमस्ति. द्वयोः यत्र वर्णविकारः भवति वर्णयोः मेलनेन तदेव सन्धिः. हल् सन्धि इत्युक्ते अत्र हल् द्वयोः वर्णयोः हल् वर्णानां सन्निकर्षेण यत् वर्णविकारः भवति तद् हल् सन्धि इति दत्तमस्ति. समीचीनं. तत्र क्लासिफिकेशन् इति वदामः किल, तत्र यद् यत् अच्वर्णैः आकार आकारै इ ऊ ए ऐ इत्येभिः प्रत्ययाः सन्ति. अनन्तरं य र व म न तेषां यदा सम्पर्कः अस्ति तदा किमपि न भवति. धातुः यद्यपि हलन्तः अस्ति चेदपि यदा प्रत्ययस्य आदौ अच्वर्णः वा यकार रेप वकार मकार नकारः अस्ति चेत् तत्र सन्धिकार्यं किमपि न भवति, केवलं वर्णमेलनम्. इत्युक्ते यत्र प्रत्यय यत्र धातुः हलन्तः अस्ति परन्तु प्रत्ययः तकारः तकारः थ स इति प्रत्ययः अस्ति चेत् तत्र एव हल्सन्धेः अवसरः. अतः अस्माकं किं वदामः क्षेत्रं तु थ थ थ स इत्यस्मिन् विषये एव, यदा प्रत्ययस्य आदौ तकारः थकारः धकारः सकारः अस्ति चेदेव अस्माकं कार्यं भवति, अन्यत्र न. अन्यत्र तु अस्ति एव, यकारादिप्रत्ययः अस्ति एव, परन्तु तत्र हल्सन्धेः अवसरः नास्ति, तत्र वर्णमेलनमेव भवति इत्येव विषयः. कुत्र भवति इति बहु मुख्यविषयः. अतः थ थ थ स इत्येषु अवसरेषु अवश्यं भवति, धातुः हलन्तः अस्ति चेत् अवश्यं भवति इति विषयः. महोदय तत्र प्रथमबिन्दुः अपि पठति वा? ये इति हये धातुः हलन्त हलन्तः प्रत्ययस्य प्रथमवर्णः अ इ उ उ ए ऐ इत्युक्ते स्वरः अपि च यकार रेफ अस्ति चेत् तयोः मेलने केवलं वर्णमेलनं भवति, सन्धिः न भवति इति. वकार मकार नकार चेत् आधिक्येन न भवति, आधिक्येन वकार मकार न चेत् आधिक्येन न भवति इति अस्ति. अस्तु तत्र तर्हि तत्र वकार मकार नकार चेत् सन्धिः कुत्रचित् भवति, परन्तु अन्येषु स्थलेषु अत्र स्वरः अस्ति चेत् तत्र न भवति एव इति वा? यत्र य र यकार रेप वकार मकार नकारः अस्ति तत्र आधिक्येन न भवति चेत् कुत्रचित् भवति, पूर्णतया न वक्तुं शक्नुमः. यथा रुन्द् रुन्दयोग अन्ति रुन्धन्ति, अदादि अदादिप्रत्ययः अस्ति, हलन्तधातुः अस्ति, अदादिप्रत्ययः अस्ति, किमपि नास्ति. ऋणद्योग आवहे, अत्रापि ऋणदावहे इति अदादिगणिधातुः अस्ति. अरुन्दयोग ई अस्ति, तत्र वर्णमेलनं रुन्दयोग ईत रुन्धीत इति प्रत्यय ईदादि अस्ति. उदादिस्तु अभिभययोगौः अभिभयुः, जगरुयोग ऊकः, तत्रापि ऋकारान्त धातुः अस्ति, दीर्घ ऊकार प्रत्ययः अस्ति, किमपि नास्ति, तत्रापि वर्णमेलनं. रन्ध् तथैव रन्ध्ययोग ऐ रन्धे, ऋणद्योग ऐ ऋणद् ऋणद्धै, रुन्धयोगयात् रुन्ध्यात्. अत्र हलानां मेलनम् अस्ति परन्तु सन्धिः न भवति, धकारयकारयोः रुन्ध्यात् इति. अपि च इदानीं दीपयोगरः इति अस्ति, तत्र हल्वर्णयोः तत्र परस्परमेलनं भवति, तथापि तत्र सन्धिः न भवति इति अस्ति. दीप्रयोग दीपयोगरः दीप्रः इति रेफादि रेफादिप्रत्ययः अस्ति, हलन्तधातुः अस्ति. अग्रे आधिक्येन सन्धिः न भवति, कुत्र भवति? रुन्दयोगवः, अत्रापि रुन्ध्वः वकारादिप्रत्ययः अस्ति, न भवति. मकारादि अपि न, रुन्ध्मः यत् नः अत्रापि न भवति इति दत्तमस्ति. नकारादि यत् तत्र न भवति. एते प्रत्ययाः केवलम् अस्माकं तिङ् प्रत्ययः इति न, अन्ये प्रत्ययाः अपि सन्ति इति प्रदर्शनार्थम्. ए ऐ ऊकः इति प्रत्ययाः अपि सन्ति. केवलं तत्र न भवति एव, तत्र मकार यकार नकार अग्रे आगच्छति इति प्रायः एकः पाठः अपि अस्ति, यत्र वकार मकार नकारादि प्रत्ययाः सन्ति तत्र सन्धिः कथं भवति इति. वयं दृष्टवन्तः रूपो लोपो वोर् द्वयो वलि इति वकारे कारे वल् प्रत्याहारे भवति इति, लोपः भवति इति. परन्तु सन्धि अवसरः पूर्वं न दृष्टवन्तः इति, तत्र प्रायः अनुनासिकान्तमङ्गं वा किमपि भवतु, प्रत्ययः वकारमकारादि इति किमपि अस्ति अग्रे प्रायः पश्यामः. धन्यवादः महोदय. अतः पदसंज्ञा नास्ति, अतः सन्धि न भवति इति. अत्र अन्यथा पदसंज्ञा अस्ति चेत्, पदा अस्ति चेत् सन्धिः भवितुम् अर्हति. सोरि, पदान्ते पदान्तस्य सन्धिः भवति. परन्तु तत्र अस्मिन् पाठे तु वयं तादृशं धातुपाठे एव रुन्दयोगः अन्ति. इदानीं यदा रुन्दन्ति इति भवति तदा एव पदसंज्ञा किल. न, तत् कारणं नास्ति. दकारादिप्रत्ययः अजादि क्षम्यतां, दकारादिधातुः अजादिप्रत्ययः तदेव कारणमस्ति. पदसंज्ञा नास्ति इति कृत्वा सन्धिः न भवति इति न. आमां सत्यं. अन्यथा जलं जशोद् इत्यनेन सन्धिः भवति, कुत्रचित् भवितुमर्हति खलु. हलन् अस्ति चेत् पदान्तस्य तादृश तद् आं तद् भिन्नं. तद् वयं यदा वयं गीताप्रवेशः वा कुत्रापि तत्र तादृशं पदद्वयं तद् भिन्नम् अस्ति. एतत्तु धातुपाठे एव हल्सन्धिः कदा भवति इति, पदस्य निर्माणात् पूर्वं तत्र एव सन्धेः अवसरः अत्र एव अस्ति अस्मिन् करपत्रे प्रायः स्पष्टः भवति. अस्तु, अरुणा भगिनी बि इति पठति वा? आं भगिनि. तुः हलन्तः प्रत्ययस्य प्रथमवर्णः तकार थकार धकार सकार हल्सन्धिः. यथोक्तं हल्सन्धौ हलः विकारो भवति. उदाहरणं, कुत्रचित् पूर्ववर्णस्य विकारः भिन्नद् योगहाति भिन्नत् योगहाति भिन्नति. कुत्रचित् परवर्णस्य विकारः चष् योगहाते चष्टे. कुत्रचित् पूर्वपरयोः विकारः धोग् योगहाति धोग् योगहधि दोग्धि. अत्र महोदय उक्तवान् धातुः हलन्त प्रत्यय प्रथमवर्ण तकार थकार दकार सकार अत्र सन्धि हल्सन्धि भवति. अत्र हल्सन्धिसमये विकारः भवति, पूर्ववर्णस्य वा परवर्णस्य वा पूर्वपदयोः विकारः भवति. उदाहरणम् अत्र दत्तं, पूर्ववर्णस्य विकारसमये बिन्द् दकार अस्ति, अन्ते योगः तकार अस्ति, दकार तकार भवति, तदनन्तरं भिन्नति इति रूपं भवति. कुत्रचित् परसवर्णस्य विकारः उदाहरणमस्ति चष् योगः ते तकार स्थाने तकार आगच्छति, षष्ठे इति रूपं निष्पन्नं भवति. पूर्वपरयोः विकारः उदाहरणमस्ति धोग् धातु योगति महाप्राणगकारस्थाने अल्पप्राणगकारः, तकारस्थाने धकार आगच्छति, दोग्धि इति रूपं निष्पन्नं भवति. तदेव अत्र अग्रिमेषु चतुर्षु पाठेषु हलन्तेभ्यो धातुभ्यः कथं तकारादिप्रत्ययः थकारादिप्रत्ययः धकारादिप्रत्ययः सकारप्रत्ययः संयुज्यन्ते इति ज्ञास्यामः कथं अत्र परिवर्तनं भवति पूर्ववर्णस्य विकारः परवर्णस्य पूर्वपरिहो विकारः वयं अग्रे पठामः इति अत्र समीचीनम्. अतः तत्र प्रथमबिन्दुः अस्ति यत्र न भवति इति, द्वितीयबिन्दुः बि इति बिन्दुः अस्ति यत्र भवति इति. तत्र पूर्ववर्णस्यापि विकारः भवितुमर्हति, परवर्णस्यापि पूर्वपरयोः स्थाने अपि विकारः भवति इति अस्ति. तदेव वयं पश्यामः. सि अपि पठतु भगिनि. सन्धिः भवति खलु भगिनि? आं, सन्धिविषये एव भगिनि पाठः. प्रथमं कर्व करीच इति सूत्रं कार्यं करोति वा? अनन्तरं न सूत्राणि अग्रे, क्षम्यतां भगिनि, सूत्राणि अग्रे पश्यामः. तत्र पदान्ते अपदान्ते इति बहवः विषयाः अग्रे आगच्छति. यदा आगच्छति तत्र वयं चर्चयामः. भगिनि अरुणा भगिनि सि. क्षम्यतां भगिनि. सि हल्सन्धिः हल्सन्धिविधायः चतुर्षु विभागेषु विभक्ताः. प्रथमं हलन्तेभ्यो धातुभ्यो लङ्लकारस्य तकारप्रत्ययः सकारप्रत्ययश्चेत् अनयोः योजनविधिः. द्वितीय बिन्दु हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः लङ्लकारस्य सकारप्रत्ययः अतिरिच्य. हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य तकारप्रत्यय अतिरिच्य. हलन्तेभ्यो धातुभ्यो धकारादिपत्यानां योजनविधिः किल वय भगिनी उक्तवती हल्सन्धिविधाः चतुर्विधाः इति विभागः अस्ति इति. प्रथमम् अस्ति हलन्तधातुः लङ्लकारसमये विषये प्रक्रियायां तकारप्रत्ययः सकारप्रत्ययः इत्यनयोः समये किं कार्यं कीदृशं परिवर्तनं भवति इति विधिः अस्ति दत्तं. तदेव हलन्तधातुभ्यः सकारादिप्रत्ययानां योजनविधिः. हलन्तधातुभ्यः तकारादिप्रत्यय उदाहरणं लङ्लकारस्य प्रत्ययानां. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः. धकार इति आत्मनेपदे मध्यं पुरुषवचने ध्वम् इति प्रत्ययः अस्ति. तदेव अत्र दत्तम् भगिनि. आं सम्यक्. तत्र अतः पाठः चत्वारः पाठः किल. अस्मिन् पाठे वयं सकार प्रत्ययानां योजनविधिः पठामः, लङ्लकारस्य तकारसकार. अग्रे यदा तत्र एव उक्तं सकारादिप्रत्ययानां योजनविधिः, तत्र किं कुर्मः, लङ्लकारस्य सप्रत्ययम् अतिरिच्य, अतिरिच्य इत्युक्ते त्यक्त्वा. तत्तु वयम् इदानीम् अस्मिन् पाठे पठामः किल, अतः अग्रे तद् न आगच्छति. अन्यसकारादिप्रत्ययस्य योजनेन किं भवति इति द्वितीयपाठे. तृतीयपाठे तकारादिप्रत्ययः थकारादि, तत्र पुनः तकारप्रत्ययः त्यक्त्वा, तद् यद् वयं लङ्लकारे तकारप्रत्ययस्य विषये अस्मिन् पाठे पठामः, तस्मिन् विषये तत्र न आगच्छति. अन्यथकारादि थकारादिप्रत्ययस्य योजनविधिः अन्तिमपाठः धकारादिप्रत्ययस्य विषये. अतः प्रत्ययः तु चत्वारः एव, तत्र भिन्नेषु स्थलेषु तस्य कार्यं कथं भवति इत्येव पश्यामः. धन्यवादः भगिनि. धन्यवादः. उषा भगिनी डि पठति वा? आं भगिनि. हलन्तेभ्यो धातुभ्यः लङ्लकारस्य तकार थ प्रत्ययः स प्रत्ययः चेत् अनयोः योजनविधिः. लङ्लकारस्य तकारप्रत्ययः सकारप्रत्ययः चेत् अनयोः अपृक्तसंज्ञा भवति. अतः तयोः योजनविधिः भिन्नः. अपृक्त एकाल् प्रत्ययः यस्य प्रत्ययस्य एक एव अल् तस्य अपृक्तसंज्ञा भवति. एकः च असौ अल् एक अल् कर्मधारयः. अपृक्तः प्रथमान्तम् एक अल् प्रथमान्तम् प्रत्ययः प्रथमान्तम् त्रिपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णं. एक अल् प्रत्ययः अपृक्तः. एकाल् प्रत्ययः अपृक्तः. एक अल् एकाल् प्रत्ययः सूत्रम् इति प्रथमं वदतु भगिनि. कीदृशसूत्रम् एतत्? संज्ञासूत्रं. समीचीनम्. अपृक्तः इति उच्यते. प्रत्ययः एक अल्लेव अस्ति चेत् तत् सदृशप्रत्ययः अपृक्तः इति उच्यते. अल् इत्युक्ते किं भगिनि? एनि वर्ण. कोऽपि वर्णः. परन्तु एकः एव भवतु. यः कोऽपि वर्णः प्रत्ययः मुख्यं, यत्किमपि नास्ति. प्रत्ययस्य एकः एव अल् वर्णः अस्ति चेत् तस्य अपृक्त इति संज्ञा भवति. भवती उक्तवती एव, तदहम् अरेञ्ज् कृतवती. यप्रत्ययः एकवर्णः एव अस्ति चेत् तत् प्रत्ययः अपृक्तम् इति उच्यते. यः कोऽपि प्रत्ययः. ओके. अत्र योजन अत्र योजनविधौ अत्र योजनविधौ सोपानत्रयं वर्तते. तकारप्रत्ययः सकारप्रत्ययः चेत् अनयोः प्रत्ययः तकारप्रत्ययः सकारप्रत्ययः चेत् अनयोः लोपः. ओके. चेति अनयोः लोपः. ओके. प्रथमसोपानेन पदं निर्मितम्. अतः पदं निर्मितीकृत्य कार्याणि. निमित्तीकृत्य कार्याणि. ओके. जष्ट्वसन्धिः चर्त्वसन्धिः च. ओके. योजनविधौ सोपानत्रयं वर्तते. तकारप्रत्ययः सकारप्रत्ययः चेत् अनयोः लोपः. एकाल् प्रत्ययः. ओके. अपृक्त एकाल् प्रत्ययः तत् प्रत्ययः लोपः भवति इति प्रथमसोपानं. प्रथमसोपानेन पदं निर्मितम्. अतः निमित्तीकृत्य कार्याणि द्वितीयसोपानं. जष्ट्वसन्धिः चर्त्वसन्धिः च इति तृतीयसोपानम्. ओके. समीचीनम्. अतः सर्वदा सोपानत्रयं मनसि भवेत्. प्रथमसोपाने अस्माकं तकारसकारप्रत्ययस्य लोपः. अपृक्त एकाल् प्रत्ययः. अतः तस्य लोपः भवति. सूत्रं किम् इति पश्यामः. यदा लोपः भवति चेत् तत्र पदं जातं. सुप्तिङन्तं पदं जातम्. इदानीं पदं निमित्तीकृत्य कार्याणि तु भवन्ति एव. तत् अनन्तरं पदस्य पदान्ते जष्ट्वसन्ति वा चत्वसन्ति भवति चेत् तद् भवति. अतः प्रथमसोपाने एव अस्माकं धातुपाठे हल्सन्धिः इत्यस्य अवसरः कुत्र इत्युक्ते प्रथमबिन्दुः तकारप्रत्ययः सकारप्रत्ययस्य लोपः तत्र अनन्तरं पदं निमित्तीकृत्य कार्याणि. तत्र प्रथमसोपाने एव अस्माकं पदं जातं सुप्तिगन्धं पदम् इत्यनेन तद् बहु मुख्यबिन्दुः अस्मिन् पाठे पूर्णतया तदागच्छति. पठतु भगिनि. हलन्तेभ्यो धातुभ्यः ति सि सम्बन्धिनां प्रत्ययानाम् अपृक्तप्रत्ययानां लोपः भवति. हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् हलन्तात् दीर्घ्यङ्गन्तात् दीर्घ्यन्तात् ओके हलन्तात् दीर्घ्यन्तात् दीर्घ आबन्तात् च सु ति सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः. अनेन प्रथमाविभक्तौ सु इत्यस्य स् लोपः, लङि प्रथमपुरुषौ थ् लोपः, मध्यमपुरुषे सकारलोपश्च. हल् च ङि च आप् च तेषाम् इतरेतरद्वन्द्वः हल् ज्ञापः. तेभ्यः हल् ज्ञाभ्यः सुश्च तिश्च सिश्च तेषां समाहारद्वन्द्वः सुतीसि सुतीसि सुतीसिनः अपृक्तं सुतिस्य अपृक्तं. हल्ङ्याभ्यः पञ्चम्यन्तं दीर्घात् पञ्चम्यन्तं सुतिस्य पृक्तं प्रथमान्तं हल् प्रथमान्तम् अनेकपदमिदं सूत्रं. लोपो व्योर्वली इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः. अनुवृत्तिसहितसूत्रं दीर्घात् हल् ज्ञाभ्यो सुतीसि अपृक्तं हल् लुप्यते. हलन्त अङ्गा आपन्त अङ्गा परः सकारः तकारः सुतीसि सु इति सुप्रत्ययस्य सु इति सुप्रत्यय सु इति ती इति ती स इति अपृक्तं चेत् अपृत हल् चेत् लोपः लुप्यते इति सूत्रं वदति. दीर्घात् वाट् डिड् ऐ से फस्ट् दीर्घात् वेर् इस् दीर्घात् ओन्ली दीर्घाङ्ग नो हलन्त अङ्ग ञीयन्त अङ्ग आबन्त अङ्ग वाट् डस् दीर्घात् डू भगिनि हल् ज्ञाभ्यात् ज्ञान्तात् दीर्घात् ओके किमर्थं हलेन सह न गच्छति दीर्घः? बिकास् हल् केनाट् बि दीर्घ इति सूत्रं प्लुत ह्रस्व दीर्घ अच्वर्णस्य एव भवति. अतः दीर्घ ण्यन्तात् दीर्घ बन्तात् अण्ड् हलन्तात् ओके. अतः तस्य अपृक्तसंज्ञकस्य हलः लोपः. यद् हल् वर्णः अस्ति तस्य लोपः भवति, अपृक्त हल् वर्णस्य लोपः इति भवति. समीचीनं, धन्यवादः भगिनि. अस्ति वा? नो नो नो भगिनि, ऐ वास् गोयिङ्ग् टु रीड् दट् न अग्रे. धन्यवादः भगिनि. श्रीवल्ली भगिनी पठति वा? वयं अत्र करपत्रात् पठित्वा अष्टाध्यायी डाट् काम् मध्ये किम् अस्ति इति अपि एकवारं पठामः. तत्र किञ्चित् दलसार्थक्यं प्रदर्शितमस्ति, तदपि पठामः. अतः प्रथमं करपत्रात् पठामः. श्रीवल्ली भगिनी पठति वा? समग्रदृष्ट्या 68 एव तदेव वयं पूर्वमपि एकवारं उक्तवती किल भगिनी, तत्र सङ्ख्यायाः भेदः भवितुम् अर्हति, वन् अप् वन् डौन्, तत्र किमपि महत्वं नास्ति उक्तवती. प्रश्नः पृच्छामि वा भगिनि? सर्वत्र अनुवृत्तिसहितसूत्रम् अनुवृत्तिसहितसूत्रम् इति आगच्छति खलु, परन्तु एतत् सूत्रं कुत्रापि न दृष्टं खलु, किमर्थं संयोजनं तत्र कथं भवति भगिनि? दीर्घात् हल् ग्या व्यो सुति सि अपृक्तं हल् लुप्यते इति कुत्र एतत् संयोजनं कृतम्? अनुवृत्तिसहितसूत्रं कुत्रापि नास्ति एतत् विषये. किं पृच्छति भगिनि? अहं न अवगच्छामि, पुनः पृच्छतु. न भगिनि, सर्वत्र अनुवृत्तिसहितसूत्रम् अनुवृत्तिसहितसूत्रमिति किञ्चित् वार्तां योजनेन एव आगच्छति खलु. आम्, अतः एव मम प्रश्नः. सूत्रे एतत् नास्ति खलु? आं, सर्वदा तादृशमेव भवति किल भगिनि, प्रथमा दिनात् एव तादृशमेव वयं पश्यामः किल. अनुवृत्ति इत्युक्ते पाणिनिना लाघवम् इष्टम्, अतः सः सूत्रं लघु कृतवान्. अनुवृत्ति पूर्वसूत्रात् वा परसूत्रात् वा तत्र आगच्छति. अनुवृत्तिसहितसूत्रम् इत्युक्ते अनुवृत्ति योजयित्वा सूत्रं कथम् इति अस्माकम् अवगमनाय एव. तदेव भवत्याः प्रश्नः वा? पूर्वत्र किञ्चित् वार्ताम् अनन्तरम् अन्ये श्लोकेन किञ्चित् वार्ताम् एतत् योजयित्वा तत्र अनुवृत्तिसहितसूत्रम् आगच्छति वा? भवत्या उक्तं भगिनि, धन्यवादः भगिनि, भवत्या उक्तमेव. प्रायः भवत्या अहं प्रायः भवत्याः प्रश्नः कः इति पूर्णतया न अवगतवती. सम्पूर्णसूत्रम् अनुवृत्तिसहितसूत्रम् इत्युक्ते पूर्णसूत्रमेव. उपरि अस्ति हल्याग्यो दीर्घात् श्रुतिस्य अपृक्तम् इति हल् इति अस्ति, परन्तु तत्र अनुवृत्तिसहितसूत्रं किञ्चित् वार्तां परिवर्तनमस्ति खलु, दीर्घात् हल् पदस्य परिवर्तनं किमर्थम् इति वा? आं भगिनि, एतादृशं अस्माकम् अवगमनार्थमेव. दीर्घात् इति यद् पदं हल्न्याभ्यो इत्यनेन एव गच्छति, अतः दीर्घात् हल्न्याभ्यो तत्र विशेषणविशेषभावः अस्ति. सूतीसि इति अपृक्तं हल् इदानीं लुप्यते इति अनुवृत्त्या आगच्छति. तद् किञ्चित् अरेञ्ज्मेण्ट् एव, अन्वयः इति वदामः किल, तादृशमेव. आं भगिनि, एतादृशकार्यं पाणिनिना उक्तं व्याकरणविषये? न, पाणिनिना कदापि न उक्तं, सूत्रमेव प्रदर्शितम्. एतत्तु अस्माकं कमेण्ट्री इति वदामः किल, वृत्तिकारः, व्याख्यानं, काशिका, सर्वत्र आगच्छति. प्रायः महोदयेन अपि स्थापितमपि डिपेण्ड्स् आन् द व्याख्यानकार किल, एतदेव रीत्या इति भवितुम् इति तादृशं नास्ति. किमपि सूत्रस्य अवगमनमपि भिन्नरीत्या भवति, तदपि भवति. काशिका यदा पठामः तत्र भिन्नरीत्या तेषां व्याख्यानं भवति, सिद्धान्तकौमुद्यां भिन्नरीत्या भवति, मातुः पुस्तके भिन्नरीत्या भवति, टोटलि डिफ्रेण्ट् इति वदामः किल, तेषां व्यू एव अस्ति. ते व्याकरणं पूर्णतया पठितवन्तः, तेषां व्यू. अहं केवलं मोर् खलु भगिनि, धन्यवादः. अस्तु, आं पठतु भगिनि. जनरलि सूत्र विभक्ति वैस् वर्ड्स् नो पञ्चमी अन्वयः दीर्घात् हन्याभ्यः, देन् वाट् एवर् वर्ड्स् आर् इन् सेवन्त् केस् देन् वि डू इट् लैक् देन् प्रथम लैक् दट् ओके. समग्रदृष्ट्या अस्य सूत्रस्य प्रसक्तिः कुत्र? हलन्तधातुतः लङ्लकारस्य सि ति च प्रत्ययोः परयोः अत्र सकार तकार इत्यनयोः लोपः भवति. वयं दृष्टामः समग्रदृष्ट्या अस्य सूत्रस्य प्रसक्तिः कुत्र अस्ति. हन्याभ्यो दीर्घात् सुतिसि अप्रुक्तं हल् इति अस्य सूत्रस्य प्रसक्तिः कुत्र अस्ति इति. हलन्तधातुतः लङ् लकारस्य सि ति च प्रत्ययोः परयोः अत्र सूत्रस्य अस्य सूत्रस्य प्रसक्तिः अस्ति. किं भवति, सकारतकार इत्यनयोः लोपः भवति. यथा अरुणद् योगः तकार अरुणद् अत्र प्रत्ययतकारस्य लोपः भवति. अरुणद् योगः सकार सकारस्य लोपः भवति. अभिनद् योगः तकार अभिनद् तकारस्य लोपः भवति. अभिनद् योगः सकार अत्रापि सकारस्य लोपः भवति. रूपम् अभिनत् अहन् योगः तकार अहन् इति रूपं भवति. तकारस्य लोपः भवति. अहन् योगः सकार सकारस्य लोपः भवति. अधोग् योगः तकार अधोग् इति तकारस्य लोपः भवति. अधोग् योगः सकार अधोग् सकारस्य लोपः भवति. असंस्थ योगः तकार असंस्थ तकारस्य लोपः भवति. असंस्थ योगः सकार असंस्थ सकारस्य लोपः भवति. हलन्तधातुतः भगिनी तत्र वदतु, तत्र हल्न्याभ्यो दीर्घात् सुतिस्य पृत्तं हल् इत्यस्य प्रसक्तिः किमर्थम् अत्र इति. अरुणद् योगः तकारः वा अरुणद् योगः सकारः वा अस्ति चेत् किमर्थं तस्य प्रसक्तिः लङ् लकारविषये? अस्तु, कीदृशधातुः भगिनि? प्रत्ययः कीदृशः? सूत्रस्य प्रसक्तिः किमर्थम् इत्युक्ते तत्र प्रत्ययः हलन्तः अनन्तरं तकारादि अपृक्त प्रत्ययः अस्ति. अतः हल्न्याभ्योदीका सुतिस्य पृक्तं हल् इत्यनेन किं भवति? लोपः भवति, लुप्यते. तकारस्य लोपकारयोः लोपः भवति. अपृक्त हल् वर्णस्य लोपः लोपः भवति. समीचीनम्. अतः इदानीं यद् अरुणद् इति अस्ति वा अभिनद् इति अस्ति वा तत्तु पदं, तस्य पदसंज्ञा जाता. द्वितीयं भगिनि, हलन्तप्रातिपदिकात् सुप्रत्ययः. तत्र सुप्रत्ययस्य उकारः अनुनासिकः, अतः उपदेशे आजनुनासिक इत्यनेन लोपः. तदा सकारः इति अपृक्तसंज्ञकप्रत्ययः अवशिष्यते. अनेन हलन्तप्रातिपदिकानाम् एकवचने प्रथमविभक्त्यन्तपदानां विसर्गः नास्ति. उदाहरणार्थं दत्तमस्ति, प्रथम हलन्तप्रातिपदिकात् सुप्रत्ययः योजनेन प्रथमाविभक्ति प्रथमाविभक्ति एकवचनं प्रत्ययः सुप्रत्ययः अस्ति. सुप्रत्ययः उकारः अनुनासिकस्वरः अस्ति चेत् उपदेशे अच् अनुनासिक इत् इति सूत्रेण उकारः इत् संज्ञका भवति, तस्य लोपः इतः लोपः भवति इति चेत् सकारः इति अपृक्तसंज्ञकः प्रत्ययः भवति. एकनिमिषं भगिनि, सुप्रत्ययः अनुनासिकप्रत्ययः एव चेत् इति न, तद् अनुनासिकः एव. हलन्तप्रातिपदिकानाम् अपृक्त संज्ञकप्रत्ययः सकारः इति अस्ति, सकारस्य लोपः भवति. उदाहरणार्थं सुहृत् इति प्रातिपदिकं, सुहृत् इति प्रातिपदिकानन्तरं सु इति प्रत्ययः योजनेन, सु इति प्रत्ययस्य उकारः इत्संज्ञकः भवति, तस्य लोपः भवति, सकारः एव अवशिष्यते, अपृक्तं हल् भवति, हल्याभ्यो दीर्घ श्रुतिषि अपृक्तं हल् इत्यनेन सकारस्य लोपः भवति, सुहृद् इति पदं पदरूपम् अस्ति सुहृद्. तादृशमेव सन्देहः, विषयान्तरं न जानामि. अत्र अपृक्त हल् इति अस्ति, तर्हि अपृक्त अचित्यस्य अपि कार्यं भवति वा कुत्र अन्यत्र? अपृक्त एकाल् इति अस्ति, एकाल् इत्युक्ते अत्र अच् भवितुमर्हति अथवा हल् अपि भवितुमर्हति. अपृक्त अच् वर्णस्य अपि भवति वा कार्यं भवति वा प्रत्ययस्य? अपृक्त एकाल् प्रत्यय इति दत्तमस्ति खलु, अकार अथवा इकार उकार तादृश भवति वा? एकाल् इत्येव दत्तमस्ति किल, परन्तु आकारादि प्रत्ययः अस्ति वा इति द्रष्टव्यं. अकारादि न, अकार एकाल बहु अस्ति खलु, अतः अ इति प्रत्याय इति अत्र किं दत्तम्? एकः एव वर्णः अस्ति, अपृक्तः नाम जायते इत्युक्ते तत्र एकाल् इति अस्ति, एक हल् इति नास्ति, एक अल् एक अल् इति अस्ति, अतः अहं चिन्तितवान् किमर्थं तादृश, परन्तु इदानीं वयं न दृष्टवन्तः तादृश एकाल् सोरि अपृक्त अच् प्रत्ययस्य कोऽपि कार्यं भवति वा इति. एकाल् प्रश्नः समीचीनः, परन्तु वयं हल् इत्यस्य एव कार्यम् अस्ति. न अत्र अष्टाध्याय्याम् अपृक्तसंज्ञायाः प्रयोगः चतुर्षु स्थलेषु एव भवति, सूत्रेषु एव, वेरुप्रक्तस्य इति, तत्र वकारस्य लोपः वकार एव, हल्याभ्योदीका श्रुतिस्य प्रक्तं हल्, गुणोपृक्ते इति सूत्रम्, अनन्तरम् चतुर्षु एव भवति. अस्ति सिचो प्रत्यये इत्युक्ते सिच् प्रत्ययः, तत्र सर्वत्र हल् हल् हल् इत्यस्य एव अस्ति. हलि हल् प्रत्यय इकारः एव अवशिष्यते भगिनि, हलन्त्यं सकारः एव अवशिष्यते तत्र, कृ स ल तदपि सकारः एव किल, अतः तत्र न तत्र न प्रदर्शितं. किमर्थम् एकाल् इति वदति पाणिनिना? प्रायः लाघवार्थम् इति, एकहल् इति किञ्चित् कष्टं भवति इति वा? एकहल् इति एकाल् अग्रिमसूत्रं किमस्ति? तत्पुरुषसमानाधिकरणकर्मधारयः, तत्र किमपि प्रहत्वं नास्ति. किमर्थमित्येत् एकाल् अच् प्रत्ययः सन्ति खलु, तद्दितेषु बहु बहु बहवः सन्ति, परन्तु तस्य अत्र तु प्रसक्तिः किमपि न दत्तमस्ति किल, तत्र चतुर्षु स्थलेषु एव तस्य प्रसक्तिः. अतः तत्र सद्धितविषये किमपि न दत्तमस्ति, अतः अल् अच् प्रत्ययस्य कार्यं नास्ति कुत्रापि. एकाल् अच् प्रत्ययस्य संज्ञासूत्रमस्ति, परन्तु तादृशं न दत्तमस्ति. हल् एव अस्ति, पश्यामः कुत्र अन्यत्र किमर्थं तादृशं योजितवान् इति अवश्यं तत्र उत्तरं भवति. सूत्रपटे सर्वत्र हल् वर्णः एव आगच्छति भगिनि, अच् वर्णस्य विषये किमपि नास्ति अत्र. महोदय भवान् अनन्तरं पश्यतु, तत्र काशिकायां दत्तमस्ति किमर्थम् एकाल् इति. अनन्तरं तत्र पश्यतु प्रायः तद् समीचीनमेव. तत्र तादृशं दलसार्थक्यम् आवश्यकमेव. किमर्थं न अस्तु. आं भगिनि, मरुत् समापितवती किल. उदाहरणं मरुत् योगः सकारः मरुत् वणिच् योगः सकारः वणिच् वणिच् वणिक् वणिक् रूपाणि सन्ति. वाच् योगः सकार सकारस्य लोपः भवति वाच् वाक् वाक्. दिश् योगः सकारः सु दिश् दिक् दिक्. सरित् योगः सकारः सरित् इति एकं भवति. सर्वत्र जलं अग्रम् इदानीं मास्तु भगिनि. कथं वणिक् इति आगच्छति? यदा जलां जशोन्ते वदति चेत् वणिक् कथम् आगच्छति इति अपि वक्तव्यम्. अतः तत्र प्रथमसोपानम् अभवत्, द्वितीयसोपानमपि प्रदर्शितम् आवरणे. यत्र पदान्तस्य पदं निर्मितं तत्र पदं निमित्तीकृत्य कार्याणि, अनन्तरम् अस्माकं सन्धि अवसरः अस्ति चेत् सन्धि अवसरः इत्यपि प्रदर्शितवान्. अन्तिमरूपपर्यन्तं प्रदर्शितवान् महोदयेन अत्र. भगिनी तत्र तृतीयचतुर्थबिन्दुः अपि पठतु भगिनि. आं भगिनि, तृतीयबिन्दुः दीर्घान्यन्तात् नाम स्त्रीलिङ्गे दीर्घ ईकारान्तात् प्रातिपदिकात् नदी योगः सु. अत्रापि अपृक्तं हल् नदी योगः सकारः नदी इति रूपं भवति, सकारस्य लोपः भवति. चतुर्थबिन्दुः दीर्घावन्तात् नाम स्त्रीलिङ्गे दीर्घ आकारान्तात् प्रातिपदिकात् लता, लतायोगः सु प्रत्ययः सकार एव अवशिष्यते, अपृक्तं हल् भवति. लतायोगः सकारः सकारस्य लोपः भवति, लता इति रूपं भवति. समीचीनम्. अत्र तत्र तृतीयचतुर्थबिन्दु दीर्घन्यन्तात् दीर्घभन्तात् इति दत्तमस्ति. तत्र किमर्थं दीर्घात् इति पाणिनिना योजितम् इत्येव अस्ति अत्र अस्माकम् अष्टाध्यायी डाट् काम् मध्ये. तत् कृपया उद्घाटयन्तु, तद् एव किञ्चित् पठित्वा अग्रे सरामः. किमर्थम् इत्युक्ते लता इति शब्दः वा नदी इति स्वीकुर्मः तद् पूर्वमेव दीर्घमेव अस्ति किल, किमर्थं दीर्घः इत्यपि एकं पदं तत्र योजितवान् इति. महोदय भवानेव पठति वा ज्ञातव्यम् इति भागः? सर्वे प्राप्तवन्तः वा? क्षम्यताम्. आं पठामि वा? अस्तु. ज्ञातव्यम् एकवारं ज्ञातव्यं नी नी नी प्रत्ययानां योजनेन प्रायः दीर्घान्तः शब्दः एव जायते, परन्तु केषुचित् स्थलेषु समासान्तं पदम् अरस्वं भवितुमर्हति. यथा कौशाम्ब्याः निर्गतः सः निष्कौशाम्भिः. अत्र सुप्रत्ययस्य लोपः मा भूत् एतद् दर्शयितुं दीर्घात् इति शब्दः प्रयुक्तः अस्ति. अस्तु. कौशाम्बः इति यः हि बिलाङ्ग्स् टु दट् प्लेस् इति अर्थः. कौशाम्बी इति वा तत्? कौशाम्बी इति निर्गतः, सः तस्मात् गतः निर्गतः. अतः निष्कौशाम्बिः इति तस्य समस्तपदम्. तत्र सुप्रत्ययस्य लोपः मा भूत्. यद्यपि अत्र एतत् निषक् दीर्घ ईकारान्तस्त्रीप्रत्ययानां योजनेन भवति, परन्तु तद् न तत्र न भवति इति. तत्र मा भवतु इति कारणेन तत्र दीर्घात् इति योजितवान् पाणिनिना. द्वितीयमपि पठतु महोदय. तथैव टाप् चाप् डाप् प्रत्ययानां योजनेन अपि प्रायः दीर्घान्तः शब्दः एव जायते, परन्तु अत्रापि केषु स्थलेषु समासान्तं पदं रस्वं भवितुमर्हति. यथा कट्वा मतिक्रान्तः सः अतिकट्वः. अत्र स सुप्रत्ययस्य लोपः मा भूत् इति एतद् दर्शयितुं दीर्घात् इति शब्दः प्रयुक्तः अस्ति. अस्तु. अत्रापि टाप् चाप् आबन्तपदमस्ति परन्तु ह्रस्व अस्ति अतः ह्रस्व तत्र न भवेत् इति अस्ति. तत्र दीर्घ एव अस्माकं दीर्घस्य एव दीर्घान्त दीर्घान्तशब्दः प्रथमं परे प्रत्ययः अस्ति चेदेव लोपः. समासे अपि सुप्रत्ययः वयं योजयामः किल, परन्तु तत्र मा भूत् इति कारणेन दीर्घान्त यदा दीर्घः अस्ति चेदेव सकारस्य लोपः. यदा समासं कृत्वा ह्रस्वं कुर्मः तत्र मा भूत्. हल्वर्णः ह्रस्वः दीर्घः वा न भवितुमर्हति, अतः दीर्घात् अस्य पदस्य योगः ज्ञाप् एतेनैव सह करणीयः, हल् इत्यनेन सह न. अस्तु, तदुक्तवन्तः किल अचश्च इत्यनेन. अचश्च इत्यनेन सुप्रत्ययस्य उकारः इस्तन्यकः अस्ति अतः अयं प्रत्ययः सर्वदा एकाल् भवति, परन्तु ति सि एतयोः तिङ् प्रत्ययोः इकारस्य सर्वदा लोपः न भवति अतः एतो प्रत्ययो सर्वदा एकालो न भवतः. अस्तु, अत्र अनयोः यत्र अनयोः प्रत्ययोः इकारस्य लोपः भवति तत्रैव एतो प्रत्ययो अप्रक्तो भवतः यथा लङ्लकारे वयं जानीमः. अस्तु, अग्रे वस्तुतः अत्र हलः इति षष्ठी विभक्तिः भवेत् परन्तु सूत्रे हल् इति प्रथमान्तं पदमस्ति अतः लोपः इत्यस्य अर्थः लुप्यते इति स्वीकृत्य हल् लुप्यते इति अर्थग्रहणं करणीयम् अतः अस्य सूत्रस्य अर्थः भवति. अस्तु, एतदपि अस्माकं प्रश्नः आसीत् किल पूर्वं किमर्थं लुप्यते इति कर्मण्यामस्ति, हल् इति प्रथमान्तं पदमस्ति अतः लुप्यते इति अस्ति. हलः इति षष्टिविभक्तिः अस्ति चेत् तत्र प्रायः कर्तरिप्रयोगः एव भवति. इदानीम् उत्तरं प्राप्तु अग्रिमं महोदय. एकनिमिष अग्रिमम् उपरि निर्दिष्टेषु सर्वेषु उदाहरणेषु संयोगान्तस्य लोपः इत्यनेन अन्तिमवर्णस्य लोपः न भवति अतः असिद्धत्वात् संयोगान्तस्य लोपः इत्यस्य अत्र प्रसक्तिः नास्ति. किमर्थम् असिद्धं महोदय, सूत्रसङ्ख्या पश्यतु तत्र. हा, सूत्रसङ्ख्या एतत् एतत्तु त्रिपाद्यमस्ति अतः असिद्धः. यत्र वयं रुद् सुहृद्योगः सकारः तादृशं तद् योगः इति अस्माकम् अवगमनार्थमेव सुहृत् स इत्येव भवति किल, दकारसकारः संयोगः अस्ति, संयोगान्तस्य लोपः इत्यनेन अपि सकारस्य लोपः भवितुमर्हति, परन्तु किमर्थं न भवति इति प्रश्ने सति तद् असिद्धम् अस्ति. त्रिपाद्यां सूत्रमस्ति संयोगान्तस्य लोपः, तत्तु असिद्धाधिकारे अस्ति इति कृत्वा तस्य कार्यमेव तत्र न भवति. तद् बहु मुख्यबिन्दुः अस्ति. यदा वयम् अग्रे संयोगान्तस्य लोपः पठामः अतः तद् मनसि भवेत्. हल्न्याभ्यो दीर्घात् इति अस्माकं सपादसप्ताध्याय्याः सूत्रं, संयोगान्तस्य लोपः इति त्रिपादिसूत्रम् असिद्धात् अत्र ईकार दीर्घ ईकारः पुल्लिङ्ग भवति वा ग्रामणीः? आम् आम् महोदय, तत्र अस्माकं सेनानीः इति एकं ग्रामणी इति अस्माकं प्रत्ययः किल, इनि इति प्रत्ययः यः ग्रामे ग्रामे अस्य अस्मिन् वा इति अर्थः. अस्तु, यत् भिन्नम प्रायः ग्रामणी इति ग्रामीण इति भवति खलु तादृश तद् ग्रामणी इति भवेत्. तत्र नी धातुः अस्ति भगिनि, ग्रामणिः ग्रामं नयति इति आगच्छति तत्र खलु, तत्र ग्रामं नयति इति ग्रामणिः इत्युक्ते तत्र ग्राम ग्रामस्य नेता अस्ति ग्रामणिः, ग्रामणीः इति अस्ति नदीवती इव नी धातुः अस्ति, ग्रामं नयति इति ग्रामणिः इति ग्रामस्य नेता इति. समीचीनम्. केचन ईकारान्तस्त्रीलिङ्गशब्दाः ज्ञान्ता न सन्ति, यथा अवि, तन्त्री, तरि, लक्ष्मी, ह्री, श्री, धी. अतः एतेषां परस्य सुप्रत्ययस्य लोपः न भवति, अत एव लक्ष्मीः इति वक्तव्यम्. अतः सर्वदा न भवति, स्त्रीलिङ्गशब्दः अस्ति चेत् भवति इति तादृशं नास्ति. अत्र विशेषशब्दः इति वयं पठामः किल, श्री, लक्ष्मी इति, तत्र न भवति सर्वदा. स्त्रीपत्ययोजनेन न अभवत् अतः एते स्त्रीपत्ययेन नीश् नी नित्यनेन अतः ते तु ण्यन्ताः नास्ति, अतः तेषां तत्र सुप्रत्ययस्य लोपः न भवति. दीर्घण्यन्तात् दीर्घभन्तात् अस्माकं सूतीसि इत्यत्र एव भवति. समीचीनम्, अस्तु अग्रे सरामः. धन्यवादः महोदय. अस्तु अरुणा भगिनी, लङ् लकारस्य प्रसङ्गः इति पठति वा? आं भगिनि, अस्माकं करपत्रे यदा श्रीवल्ली भगिनी पठितवती तस्मात् अनन्तरं दीर्घाबन्तात् नाम स्त्रीलिङ्गदीर्घ आकारान्तप्रातिपदिकात् तस्मात् अनन्तरम् अहं पठामि वा भगिनि? पठनकार्यमस्ति वा? अहं पठामि. गृहकार्यमस्ति चेत् एव मया न करणीयं. ओके, लङ् लकारस्य प्रसङ्गः. अधुना प्रश्न उदेति कुत्र कुत्र लङ् लकारे टकार लङ् लकारस्य प्रसङ्गः. अधुना भगिनी विजया भगिनी अरुणा भगिनी पठन्ती अस्ति, सा पठित्वा भवती पठतु भगिनी. अरुणा भगिनी भगिनी लङ् लकारस्य प्रसङ्गः. अधुना प्रश्न उदेति कुत्र कुत्र लङ् लकारे तकार सकार इत्यनयोः इत्यनयोः लोपः भवति इति प्रश्न. हल्नाभ्यो दीर्घात् सुतिस्य प्रकृतं हल् इति सूत्रं प्रसक्तिः यत्र तत्र एव ज्ञातं खलु यत् अस्य सूत्रं प्रसक्तिः तथा भवति यदा धातुः हलन्तः. इदमपि वक्तव्यं यत् धातु तिङ्प्रत्ययोः मध्ये कोऽपि अजन्तप्रत्ययः नागच्छेत् अजन्तप्रत्ययः आयाति चेत् तिङ्प्रत्ययात् प्राक् हल् वर्णः नास्ति, अतः सूत्रस्य प्रसक्तिः नास्ति. प्रत्ययात् प्राक् हल् वर्णः स्यात् हल् नावगतं पठामि पदं तदनन्तरं चिन्तयामि. इह सर्वे विकरणप्रत्ययः अजन्ताः, अतः मध्ये विकरणप्रत्ययः न स्यात्. नावगतं भगिनि. अधुना पुनः पठतु भगिनि. अधुना प्रश्नः किं, कुत्र लङ्लकारे तकार सकार प्रत्यय लोप कुत्र भवति इति प्रश्नः प्रथमं. सूत्रं हल्नाभ्यो दीर्घासुतिस्य प्रकृतं हल् इति सूत्रं प्रसक्तिः यत्र प्रसक्तिः अस्ति तत्रैव तदेव तत्र एव लोपः भवति. सम्यक्. इदानीं तदनन्तरं ज्ञातं खलु यत् अस्य सूत्रस्य प्रसक्तिः तदा भवति यदा धातु हलन्तदातु अस्ति चेत् एव हल्लाभ्यो दीर्घासुप्तिस्य प्रकृत् हल् सूत्रं प्रवर्तनं भवति. यद्यपि धातु तिङ्प्रत्ययमध्ये कोऽपि अजन्तप्रत्ययः न आगच्छेत् भुवादिगणेशप्रत्यय शक तत्र अनन्तरम् आ एव अवशिष्यति आगच्छति चेत् अत्र धातुः हलन्त नास्ति, तदा एव अत्र लोपः न भवति. अनन्तरं तदुक्तवती अग्रे प्रत्ययात् प्राक् हल् वर्णः स्यात् तदेव तत्र एव हल्नाभ्यो दीर्घासूति प्रकृत हल् सूत्रेण हतकारसकारलोपो भवति. विकरणप्रत्यये मध्ये आगच्छति अजन्त विकरणप्रत्यये आगच्छति चेत् अत्र लोपः न भवति. खादिति धातुः अस्ति, खादिति धातुः हलन्तधातुः वा तेषां लङ् रूपं वदतु भगिनि. प्रथमपुरुष एकवचनं यः कोऽपि स्वीकरोतु, खाद् वा पट् वा लिक् वा. अखादत् अखादत् अपठत् अलिखत् तत्र तकारलोपः किमर्थं न भवति? अत्र विकरणप्रत्यय आ आगच्छति, ततः अजन्तदातुः अस्ति, तथा तकारलोपः न भवति. समीचीनं, तदेव भवति. यत्र यत्र विकरणप्रत्ययः मध्ये आगच्छति, न केवलं भुवादौ, अन्यत्र चुरादौ तिवादौ चुरादौ यत्र कुत्रापि मध्ये विकरणप्रत्ययः आगच्छति तत्र धातुः हलन्तः न भवति. इदानीम् अङ्गं जातम्, अङ्गम् इदानीं हलन्त अङ्गं नास्ति, अजन्तं भवति. अतः तत्र हल्न्याभ्यो दीर्घासुतिस्य प्रत्यं हल् इत्यस्य अवसरः न भवति तत्र. समीचीनम्, अग्रे पठतु भगिनि. अवगतं किल? अवगतं भगिनि. तर्हि सार्वधातुक प्रकरणे धातु तिङ् प्रत्ययोः मध्ये कुत्र विकरणप्रत्ययः नास्ति? अदादिगणे, जुहोत्यादिगणे, रुधादिगणे, इयङ् लुकि इति प्रक्रियायां विकरणप्रत्ययः अत्र नास्ति. अदादिगणे वयं जानीमः लोप् लुक् भवति, शप् आगच्छति प्रति लुक् भवति. जुहोत्यादिगणे अत्रापि लोपः भवति. रुदादिगणे स्ना आगच्छति, स्नम् आगच्छति. तद् धातोः मध्ये विकरणप्रत्ययः नास्ति. न, विकरणप्रत्ययः तु अस्ति, स्नम् इति विकरणप्रत्ययः, परन्तु तद् धातोः मध्ये आगच्छति. धातोः मध्ये मितचोन्त्यात् परः अपि च तत्र एकापि अजन्तप्रत्ययः अजन्तदातवः न सन्ति. सर्वे हलन्ताः एव, रुदादिगणे सर्वे हलन्ताः, सर्वे हलन्ताः. अनन्तरं यद् प्रत्यय विकरणप्रत्ययः अपि मध्ये आगच्छति, अतः हलन्तः एव तिष्ठति किल, तस्य परिवर्तनं किमपि न भवति. अतः तत्रापि अस्य अवसरः, हल्न्याभ्यो दीर्घात् इति सूत्रस्य अवसरः. यङ् लुकि तु लुक् भवति, यङ् इत्यस्यापि लुक् भवति. अनन्तरम् अस्माकं कर्तरी शप् इत्यनेन विहित शप् इत्यस्यापि लुक् भवति. अतः यङ् लुकि अपि अस्य अवसरः. अतः अदादिगणे, जुहोत्यादिगणे, रुदादिगणे यङ् लुकि अस्य अवसरः अस्ति, तदेव आगच्छति. उदाहरणमपि अस्मिन् पाठे तस्मिन्नेव विषये आगच्छति. अस्तु, धन्यवादः भगिनी. उषा भगिनी अग्रिमपरिचयः पठति वा? क्षम्यतां विजया भगिनी, विस्मृतवती, क्षम्यतां. विजया भगिनी, अदादिगणे शपः लुक् लोपः भवति, अतः धातुः अलन्तः चेत् अल्ग्याभ्यो दीर्घात् सुतिस्य प्रत्तं हल् इति सूत्रस्य प्रसक्तिः. जुहोत्यादिगणे शपः श्लु लोपः अपि लोपः भवति, अतः धातुः हलन्तः चेत् तत्रापि सूत्रस्य प्रसक्तिः. रुदादिगणे विकरणप्रत्ययः धातोः मध्ये आयाति श्नम् इति आकृतिः तु न, मध्ये आयाति, अतः धातुः हलन्तः चेत् सूत्रस्य प्रसक्तिः अस्ति एव. रुदादिगणीयाः धातवः सर्वे हलन्ताः. यङ् लुकि विकर्णप्रत्ययः न भवति, अतः धातुः हलन्तः चेत् अत्रापि सूत्रस्य प्रसक्तिः. तत्र हल्याभ्यो इति सूत्रं किम् अस्ति चेत् तत्र यत्र यत्र हलन्तवर्णः अस्ति तत्र तत्र एव कार्यं भवति लुप् इति. अन्यस्मिन् पक्षे अन्यस्य कार्यं न भवति इति, सूत्रस्य प्रसक्तिः नास्ति इति. अग्रे पठतु भगिनि. अत्र उक्तं यत् लङ्लकारे हल् सन्धिः पदान्ते भवति यत्र धातुः हलन्तः अपि च विकर्णप्रत्ययः न भवति. लङ्लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने तिपि सिपि इति प्रसङ्गः. तत्र किमस्ति चेत् तत्र हल् सन्धिः पदान्ते भवति यत्र धातुः हलन्तः अस्ति चेत् तत्र विकर्णप्रत्ययं न भवति चेत् एव कार्यं करोति. लङ्लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य प्रथमपुरुषस्य ति इति तिङ्प्रत्ययम्, अनन्तरं मध्यमपुरुषस्य सि इति आगच्छति. अत्र प्रसङ्गः अस्ति एव, तत्र लुप् भवति, लुक् भवति तत्र. यदा लोपः जातः तकारसकारयोः लोपः तत्र पदसंज्ञा जाता, अनन्तरमेव हल्सन्धेः अवसरः इति दत्तमस्ति. अग्रे भगिनि. तर्हि एतादृशी स्थितिः कुत्र प्राप्यते इति प्रश्ने सति अदादिगणे, जुहोत्यादिगणे, रुदादिगणे, यङ् लुगन्ते च इति उत्तरं लब्धं. तत्र बहूनां जिज्ञासा व्युत्पन्ना यङ् लुगन्तं नाम किम्, अत्र तस्मिन् सम्बन्धे किञ्चित् उपस्थाप्यते परिचयत्वेन. तत्र एतत् पूर्वं दृष्टवन्तः, अदादिगणे अनन्तरं जुहोत्यादिगणे तत्र विकर्णप्रत्ययम्, अनन्तरं तत्र आकृतिः एव नास्ति. रुदादिगणे श्नम् इति अस्ति, मध्ये ना इति आकृतिः अस्ति. एतत् तत्र हलन्तवर्णः अतः तत्रापि कार्यं न करोति. यङ् लुगन्ते इत्युक्ते तत्र वारं यत् वारं वारं दरीदृश्यते, एतत् सर्व धातुः अस्ति चेत् तत्रापि कार्यं न करोति. अत्र सम्बन्धे किञ्चित् उपस्थाप्यते परिचयत्वेन. किम् अस्ति इति अग्रे पश्येम. यङ्लुङ्गन्त वयं तु अदादिगण जुहोत्यादि रुदादिगणविषये जानीमः. यङ्लुगन्तः इदानीं पर्यन्तं वयं न दृष्टवन्तः, तस्मिन् विषये किञ्चित् अग्रे अस्ति इत्येव दत्तमस्ति. धन्यवादः भगिनी. उषा भगिनी, धन्यवादः. पठति वा यङ्गिनी? पाणिनेः धातुपाठे द्विसहस्रं धातवः सन्ति. भू, दा, पट्, लिक्, ज्ञा, क्री इत्यादयः द्विसहस्रे धातुषु अस्माकं बहवः परिचिताः. इमे पाणिनीयधातुपाठे स्थिताः सर्वे धातवः औपदेशिकधातवः इत्युच्यन्ते. तदा द्वादशप्रत्ययाः सन्ति येभ्यः धातुभ्यः विधीयन्ते. यदा इमे प्रत्ययाः विहिताः भवन्ति तदा नूतनधातवः निष्पन्नाः भवन्ति. येषाम् अस्माभिः नूतनतया निष्पादितधातूनां नाम आतिदेशिकधातवः. यथा णिच् प्रत्ययस्य संयोजनेन णिजन्तधातुः निष्पन्नः, लिक् इति औपदेशिकधातुः. तस्मात् यदा णिच् विहितो भवति तदा लेखी इति नूतन णिजन्तधातुः निष्पन्नः, अयं च आतिदेशिकधातुः. सनन्तधातवः अपि तथा. कृ इति औपदेशिकधातुः, चिकीर्ष इति सनन्त आतिदेशिकधातुः, लटि चिकीर्षति. पाणिनेः धातुपाठे द्विसहस्रं धातवः सन्ति. द्विसहस्रधातुः औपदेशिकधातवः इत्युच्यन्ते. वयं परिचयम् अस्ति भू धातु पट् लिक् ज्ञा इति धातवः परिचयम् अस्ति. ते औपदेशिकधातवः इति उच्यन्ते. तदा पाणिनेः द्वादशप्रत्ययाः दत्तम् अस्ति. द्वादशप्रत्ययाः तृतीय अध्याये अस्ति. निच् सन् इति द्वादशप्रत्ययाः सन्ति. द्वादशप्रत्ययेन धातुतः द्वादशप्रत्ययाः एडेड् चेत् नूतनधातुः जायते. नूतनधातवः आतिदेशिकधातवः इति उच्यते. णिच् इति प्रत्ययेन लिक् इति धातुतः णिच् प्रत्ययः विधीयते चेत् लेखी इति नूतनधातु निष्पन्नः भवति. लेखी इति धातुतः देन् यु केन् आड् लट् रूपम् एक्सेट्रा. देन् सन् इति प्रत्ययः अस्ति. कृ इति औपदेशिकधातुतः सन् प्रत्ययः विधीयते चेत् चिकीष इति नूतनधातुः जायते. चिकीष इति धातुतः लटीरूपं चिकीर्षति इति लटीरूपम्. समीचीनम्. अतः यद् उपदेश अवस्थायाम् अस्ति तत्तु वयम् अस्माकं परिचितः. तत्र सनाद्यन्तादातवः इति सूत्रेण तत्र द्वादशदातवः सन्ति येन आतिदेशिकधातुः नूतनधातुः उत्पन्नः. अस्माकं यङ्ग् इति धातुः अपि तेषु एव अन्यतमः इत्येव वार्ता. तदेव अग्रे येषु द्वादशसु प्रत्ययेषु यङ् प्रत्ययः अन्यतमः. वारं वारम् अथवा अधिकम् इत्यस्मिन् अर्थे भवति. यथा णिच् अपि च सन् अस्य यङ् प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति. तदा यङन्तधातुः इति वदामः. यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः भवति लुक् भवितुम् अर्हति. यत्र यङ् लुक् भवति तत्र यङन्तधातुः यङ् लुगन्तधातुः इत्युच्यते. यङन्तानां यङ् लुगन्तानां च अर्थः समानः. यङन्तानां यङ् लुगन्तानां च अर्थः समानः परन्तु रूपं भिद्यते. द्वादशसु प्रत्ययेषु यङ् प्रत्ययम् इति अस्ति. यङ् प्रत्ययरूपं योजयित्वा वारं वारं अधिकम् इत्यस्मिन् अर्थे भवति. जस्ट् लैक् यथा णिच् अपि च सन् अपि च नूतनधातुः निष्पन्नः यङ् प्रत्ययस्य एवं नूतनधातुः निर्मितः भवति. यङन्तधातुः यङ् लुगन्तधातुः इति समानम् अर्थः भवति. रूपं भिन्नः. यङन्तधातुः वाट् गेट्स् लोपः यत् यङ् इत्येव लोपः यङ्गः लुक् भवति चेत् यङ्गः लुक् भवति चेत् यङन्त यङ् लुगन्तम् इति विशिष्टनामं भवति. बट् तत्र यङ् इति एकं यङ् लुक् इति एकं यङन्तदातवः यङ् लुगन्तदातवः. अर्थं तु समानं वारावारम् अधिकम् इत्येव अर्थं. बट् रूपं यदा लुक् भवति रूपं तु भिन्नम् एव भवति किल. लुक् न भवति लुक् भवति इति रूपद्वयं तावदेव रूपद्वयम् अस्ति, अर्थसमानः रूपं विद्यते, तावदेव तत्र. यङ् लुगन्तदातवः, यङ् लुगन्तदातवः आदादिकाः इत्युच्यन्ते यतोहि तत्र शपः लुक् भवति अदादिगणवत्. अन्ये सर्वे आदिदेशिकदातवः भ्वातिगणीयाः. ओके, यथा सन्नन्ताः, णिजन्ताः, यङन्ताः, तेषां सर्वेषां कृते शप् विकरणप्रत्ययः भवति. ओके, यङ् लुगन्तदातवः अदादिगणे अपि अदादिगणे इव शपः लुक् भवति. ओके, अदादिगणवत् भवति, अदादिगणवत्. कण्टिन्यू भगिनि. हल्सन्धिविषये तत्र एकम् अन्यविषयमपि अस्ति, परन्तु यत्र एतत्तु यङ्गन् यङ् लुङन्तदातवः विषये, यङ् लुङन्तः एव अदादिगणवत्, अन्ये सर्वे द्वादशप्रत्ययाः सन्ति किल, तत्र यङ् लुङन्तः अदादिगणवत्, अन्ये सर्वे भुआदिगणः इव एव. इत्युक्ते तत्र कर्तरीशप् इत्यनेन शप् विहितः भवति, अन्यकार्याणि यथा भुआदिगणे अभवत् तादृशकार्याणि यथासङ्गं तत्र भवति. भगिनि, तत्र यङ् लुक् इति वयं पूर्वं भवती उक्तवती आसीत् इक्ष्टि तत्र एव वा तत्र लुक् भवति इति तादृश? न न, इक्ष्टिपौ धातुनिर्देशे इत्यनेन तत्र प्रदर्शितमवति भवति, तत्र यङ् यङन्तकृते तस्य कार्यं न भवति इति अस्मिन् पाठे एव आगच्छति महोदयस्तस्मिन् विषये वयं किञ्चित्. लुक् किमर्थं भवति भगिनि तत्र विषयान्तरं? यङन्तानाम्, आमां, यङन्तानां लुक् भवति, यङन्तानां लुक् भवति, शप् अपि लोपः भवति यदा अदादिगणवत्. तत्र रूपद्वयमिति उक्तवती खलु, यङ् यगन्तदातु अस्ति, यङ् लुक् दातु अस्ति इति, कदा लुक् भवति इति. आम्, तत्र यङ् धातुः यङन्तदातुः अस्ति चेत् यदा अस्माकं भुआदिगणः अस्ति तादृशम् आगच्छति शप् सर्वं विकरणप्रत्ययः सर्प क्षम्यतां शप् इति विकरणप्रत्ययः योजयित्वा रूपम् आगच्छति. परन्तु यङ् लुगन्तदातुः अस्ति चेत् तत्र यङ् इति प्रत्ययस्य अपि लोपः भवति, शप् यद् विधीयते तस्य अपि लोपः भवति. अतः यङ् लुगन्तदातवः तस्य रूपाणि किञ्चित् भिद्यते. तत्र सूत्रत्रयं प्रायः अस्ति, एकं वयं बहुवारं प्रायः धातुरेकाचो हलादे क्रियसमाभिहारे यङ् इति वयं बहुवारं तद् अनुवृत्तिरूपेण तद् आगच्छति किल. आम्, 3122 इति एकं प्रथमं धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन एव यङ्. अनन्तरं नित्यं कौटिल्ये गतौ इति सूत्रं, तद् किं करोति अपि अहं न, तत्र यङ् भवति, नित्यं यङ् प्रत्ययः भवति इति, अतः तद् यङन्तानां कृते न तु यङ् लुगन्तानां कृते नित्यं यङ् भवति इति. तृतीयमस्ति, अस्तु, लुप् सदचर जप जप दह दश तत्र एव लोपः भवति महोदय, तत्र किमपि भवति, अहं पूर्णतया तद् न जानामि, परन्तु तत्र आम्, परन्तु अस्मिन् पाठे यङ्ग्लुङ्गन्तविषये बहुवारम् आगच्छति महोदय. एतानि सूत्राणि वयं न पश्यामः, परन्तु कथं किमर्थं तत्र लुप् कथं लोपः भवति इति पश्यामः अवश्यं. सूत्राणि तु यङ् लुङन्तः इति, यङन्तः यङ् लुङन्तः इति पाठः एव अस्ति, वयं न कृतवन्तः अस्माकं मङ्गलवासरवर्गे अपि, तत्र पूर्णतया पठामः, अहं पठित्वा पाठयामि. हल्सन्धिविषये अस्माकं अभिरुचिः यङ् लुगन्तानां यतोहि तत्र विकरणप्रत्ययः न भवति. अतः यङ् लुगन्तधातुः हलन्तः चेत् तस्य लङ् लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने पदान्ते हल्सन्तिः अर्घः यथासङ्गम् एतादृशानि बहूनि रूपाणि अग्रे प्रदर्शितानि. सो हल्सन्धिविषये अस्माकम् अभिरुचिः यङ् लुगन्तानां यतोहि तत्र विकरणप्रत्ययः न भवति. अतः यङ् लुगन्तधातुः इति प्रश्नः, किमर्थम् अत्र यङ् लुगन्तविषये एव वयं वदामः इत्युक्ते किमर्थम् इत्युक्ते वदतु भगिनि. यङ् लुगन्तधातुः हलन्तः चेत् तस्य लङ् लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने पदान्ते हल्सन्धिः अर्हः. ओके, हल्सन्धिः अर्हः. लङ् लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य एकवचने दट् वि केन् फालो भगिनि. हलन्तधातुः तका सो देन् अपृक्त एकाल् वुड् बि देर्. यदा तस्य लोपः भवति चेत् इदानीं किं जातं? तस्य लोपः भवति चेत् जस्ट् हलन्त अङ्गा वुड् बि देर्. पदं जातं, पदं जातं. देन् पदान्ते किं? पदान्ते देन् वि गो इन् टु द जष्टु सन्ति आर् चर्तु सन्ति. यथा अर्हं अस्ति चेत्, अवसरः अस्ति चेत् भवति, नास्ति चेत् न भवति. सर्वदा तदेव भवतु इति नास्ति, यथा अहं यथा तस्य अवसरः अस्ति चेत् तद् भवति इति एव. अत्र बहूनि रूपाणि आम् अग्रे आगच्छति, प्रदर्शितानि इति अस्ति. धन्यवादः भगिनि. श्रीवल्लि भगिनि. आं भगिनि, अधुना अनुभव अर्थं यङ् लुगन्तानां लट् लकारः कथं भवति इति पश्येम. अत्रापि हल्सन्धेः अवसरः. अनुभवार्थं यङ् लुगन्तानां लट् लकारः कथं भवति इति पश्येम. पट् धातुः इति स्वीकुर्मः. यथा पट् धातुः योगः निच्, पाठि इति नूतनधातुः, लटि रूपं पाठयति, लट् रूपं पाठयति. तथा एव पट् धातुः योगः यङ् लुक् इति पापट् इति नूतनधातुः निष्पन्नः. लटि रूपं पापट्टि. पालकः वारं वारम् अथवा अधिकाधिकं पठति इत्यस्मिन् अर्थे बालकः पापट्टि इति अर्थः भवति. पट् धातोः यङ् लुक् इति योजनेन पापट्टि इति नूतनधातुः निष्पन्नः भवति. लटिरूपं पापट्टि इति भवति. अर्थः बालकः वारं वारम् अथवा अधिकाधिकं पठति इति अर्थे बालकः पापट्टि इति रूपं भवति. अत्र पश्यतु यत् औपदेशिकः धातुः एकनिमिषं, तत्र वयं यदा जुहोत्यादिगणे पठितवन्तः तत्र द्वित्वप्रकरणम् इति आसीत् किल, तत्र द्वित्वं भवति इति दृष्टवन्तः. तत्र अतः एव तत्र यद्यपि तत्र यङ् लुक् भवति, तदापि पट् इत्यस्य तु द्वित्वं भूत्वा पापट् इति रूपम् आगच्छति. न न, भिन्नसूत्राणि महोदय. अत्र अस्माकं तद् सूत्रं आं तद् भिन्नसूत्राणि अत्र न. अस्माकं जुहोत्यादिगणे यद् वयं ह्रस्वः इति दृष्टवन्तः तद् नास्ति अत्र. अभ्यासकार्याणि किञ्चित् भिन्नम् अस्ति अत्र. यद्यपि तत्र यङ् लुक् भवति, तदापि तत् द्वित्वं सर्वं भूत्वा पापट् इति नूतनधातुः. अनन्तरं यदा अस्माकं शप् अत्रापि आगच्छति शप्, अनन्तरम् अदादिगणवत् तस्य लोपः भवति, अनन्तरं पापट्टि इति रूपं. पापट् योगः अस्माकं लट् टि इति प्रत्ययः अस्ति चेत् तकारतकारयोः तत्र हल्सन्धि अवसरः. अनन्तरम् इति पापट्टि इति पठतु भगिनि इदानीं क्षम्यताम् अत्र पश्यतु यथा पापट् योगः ति स्टुत्वं स्टुनास्टुः पापट् योगः ति अनन्तरं चत्वसन्धि खरिच पापट् योगः टि वर्णमेलनेन पापट्टि इति खरिच इति सूत्रेण पापट् तकारस्य स्थाने तकारः आगच्छति प्रथम पापट् इति योगः पापट् योगः टि वर्णमेलने पापट्टि इति रूपं निष्पन्नः भवति ध्येयं यत् औपदेशिक पट् धातोः लट्लकारे हल् सन्धेहे अवकाशः नास्ति औपदेशिकपट् धातोः लट्लकारे हल् सन्धेहे अवकाशः नास्ति परं पट् योगः आ योगः इति पठति केवलं वर्णमेलनं विकरणप्रत्ययस्य कारणात् परन्तु विकरणप्रत्ययस्य शप् इति भवति अकारः एव ति प्राक् पूर्वः हल् नास्ति चेत् हल् नास्ति इति अत्र हन्यारूपः अस्य सूत्रप्रसक्तिः नास्ति केवलं वर्णमेलनं विकरणप्रत्ययस्य कारणात् परन्तु यङ् लुकि हल् सन्धि अवकाशः भवति विकरणप्रत्ययस्य अभावात् अतः हल् सन्धेः अभ्यासार्थं यङ् लुगन्तधातवः समीचीनाः अवगतं किल तत्र अपृक्तः काल् प्रत्ययः अस्ति इति कृत्वा तस्य लोपः अनन्तरं कार्याणि आम् अग्रे भगिनि अदादिगणे अदादिगणे जुहोत्यादिगणे रुदादिगणे येषाम् औपदेशिकधातूनां हल् सन्धेहे अवसरः तु अस्ति विकरणप्रत्ययस्य अभावात् परन्तु तत्र धातवः परिगणिताः अपि च येषां गणीयधातूनाम् अन्ते सर्वे हल् वर्णाः न प्राप्यन्ते अतः बहूनां हल् वर्णानां सन्ध्यभ्यासः तत्र न लभ्यते दृष्टान्ते यङ्लुकि पापट् इति टकारान्तधातुः प्राप्तः येन टकारस्य हल् सन्धिः अभ्यासः भवति परन्तु अदादिगणे जुहोत्यादिगणे रुदादिगणे च कोऽपि टकारान्तधातुः नास्ति इत्यञ्च यङ्लुकि सुन्दररीत्या हल् सन्धेः अभ्यासः भवति यङ्लुगन्तधातूनाम् अन्ते प्रायः सर्वे हल् वर्णाः प्राप्यन्ते अदादिगणे जुहोत्यादिगणे रुदादिगणे येषाम् औपदेशकधातूनां हल् सन्धेः अवसरः तु अस्ति परन्तु विकरणप्रत्ययस्य अभावात् परन्तु धातवः तत्र धातवः परिगणताः अपि च येषां गणीयधातूनाम् अन्ते सर्वे हल् वर्णाः न प्राप्यन्ते आम् परिगणितदातवः एव सन्ति तत्र प्रथमवाक्ये विकर्णप्रत्ययस्य अभावात् इति अस्ति तद् रुदादिगणस्य विषये नास्ति तद् मनसि भवेत् अदादिगणे जुहोत्यादिगणे एव लोपः भवति रुदादिगणे मध्ये आगच्छति अत्र न धातूनां सर्वे हल् वर्णाः न प्राप्यन्ते अतः बहूनां हल् वर्णानां सन्धि अभ्यासः तत्र न लभ्यते परन्तु दृष्टान्ते यङ् लुकि पापट् इति तकारान्तधातुः प्राप्तः येन कारणेन टकारस्य हल् सन्धिः अभ्यासः भवति परन्तु अदादिगणे जुहोत्यादिगणे रुदादिगणे च टकारान्तधातुः नास्ति इत्यञ्च यङ् लुकि विषये हल् सन्धेः अभ्यासः भवति यङ् लुगन्तधातूनाम् अन्ते प्रायः सर्वे हल् वर्णाः प्राप्यन्ते अतः एव तद् पश्यामः बहूनि उदाहरणानि अत्र तु प्रदर्शितमस्ति यङ् लुगन्तदातवः विषये परन्तु तत्र रूपं पापट् इति स्वीकृत्य एव कथं पापट् आगच्छति इति अस्मिन् पाठे नास्ति तदेव यदा वयं यङ् लुगन्त वा यङन्तदातुः विषये पठामः तस्मिन् समये एव इदानीं यत् आतिदेशिकधातुः अस्ति तद् स्वीकृत्य कथम् अग्रे आगच्छति सन्धिकार्याणि इत्येव अस्मिन् पाठे अस्ति. समीचीनम् अस्तु. अतः अद्य एकमेव सूत्रं पठितवन्तः, तदपि नूतनसूत्रं नास्ति, परन्तु तद् बहु मुख्यसूत्रमस्ति. यदा वयं सुबन्तपदानां निर्माणार्थमपि तत् सूत्रं बहुत्र आगच्छति. अस्तु अस्तु, समापयामः वा अद्य? धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः.